पञ्चदशोऽध्यायः यस्मात् मदधीनं कर्मिणां कर्मफलं ज्ञानिनां च ज्ञानफलम् अतः भक्तियोगेन मां ये सेवन्ते ते मम प्रसादा ज्ञानप्राप्तिक्रमेण गुणातीतः मोक्षं गच्छन्ति किमु वक्तव्यम् आत्मनः तत्त्वमेव सम्यक् विजानन्तः इति अतः भगवान् अर्जुनेन अपृष्टोऽपि आत्मनः तत्त्वविवक्षुः उवाच ऊर्ध्वमूलम् इत्यादि तत्र तावत् वृक्षरूपककल्पनया वैराग्यहेतोः संसारस्वरूपं वर्णयति विरक्तस्य हि संसारात् भगवत्तत्त्वज्ञाने अधिकारः न अन्यस्य इति श्रीभगवानुवाच ऊर्ध्वमूलमदशाखम् अश्वत्थं प्राहुरव्ययम् छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ऊर्ध्वमूलं कालतः सूक्ष्मत्व कारणत्व नित्यत्व महत्वाच्च ऊर्ध्वम् उच्यते ब्रह्म अव्यक्तं मायाशक्तिमत् तत्मूलम् अस्ति इति स्वयं संसारवृक्षः ऊर्ध्वमूलः श्रुतेश्च ऊर्ध्वमूलो वाक्शाखः येषोश्वत्तः सनातनः इति पुराणे च अव्यक्तमूलप्रभवः तस्यैव अनुग्रहोच्छ्रितः बुद्धिस्कन्दमयैश्चैव इन्द्रियान्तरकोटरः महाभूतविशाखश्च विषयैः पत्रमांस्ततः धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः एतद्ब्रह्मवनं चैव ब्रह्माचरति नित्यशः एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिन ततश्चात्मरतिं प्राप्य तस्मान्नावर्तते पुनः इत्यादि तम् ऊर्ध्वमूलं संसारं मायामयं वृक्षम् अधःशाखं महदहङ्कारतन्मात्रादयः शाखा इव अस्य अधः भवन्ति इति स्वयम् अधःशाखः तम् अधःशाखं न श्वोऽपि स्तात इति अश्वत्थः तं क्षणप्रध्वंसिनम् अश्वत्थं प्राहुः कथयन्ति अव्ययं संसारमायायाः अनादिकालप्रवृत्तत्व स्वयं संसारवृक्षः अव्ययः अनाद्यन्तदेहादिसन्तानाश्रयः हि सुप्रसिद्धः तम् अव्ययं तस्यैव संसारवृक्षस्य इदम् अन्यत् विशेषणं छन्दांसि यस्य पर्णानि छन्दांसि छादनां ऋग्यस्सामलक्षणानि यस्य संसारवृक्षस्य पर्णानि इव पर्णानि यथा वृक्षस्य परिरक्षणार्थानि पर्णानि तथा वेदाः संसारवृक्षपरिरक्षणार्थाः धर्माधर्मतद्धेतुफलप्रदर्शनार्थत्व यथा व्याख्यातं संसारवृक्षं समूलं यः तं वेद सः वेदवित् वेदार्थवित् इत्यर्थः न हि समूला संसारवृक्ष अस्मात् ज्ञेयः अन्यः अणुमात्रोऽपि अवशिष्टः अस्ति इत्यतः सर्वज्ञः सर्ववेदार्थवित् इति समूलसंसारवृक्षज्ञानं स्तौति तस्य एतस्य संसारवृक्षस्य अपर अवयवकल्पना उच्यते अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रबलाः अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके अधः मनुष्यादिभ्यो यावत्स्थावरम् ऊर्ध्वं च यावद्ब्रह्मणः विश्वस्य धाम इत्येतदन्तं यथा कर्म यथा श्रुतं ज्ञानकर्मफलानि तस्य वृक्षस्य शाखा इव शाखाः प्रसृतः प्रगतः गुणप्रवृद्धः गुणैः सत्प्रजस्तमोभिः प्रवृद्धः स्थूलीकृताः उपादानभूतैः विषयप्रवालाः विषयाः शब्दादयः प्रवालाः इव देहादिकर्मफलेभ्यः शाखाभ्यः अङ्कुरीभवन्ति इव तेन विषयप्रवालाः शाखाः संसारवृक्षस्य परममूलम् उपादानकरणं पूर्वम् उक्तम् अथ इदानीं कर्मफलजनितरागद्वेषादिवासनाः मूलानि इव धर्माधर्मप्रवृत्तिकारणानि अवान्तरभावीनि तानि अधश्च देवादि अपेक्षय मूलानि अनुसन्ततानि अनुप्रविष्टानि कर्मानुबन्धीनि कर्म धर्माधर्मलक्षणं अनुबन्धः पश्चाद्भावी येषाम् उद्भूतिम् अनु उद्भवति तानि कर्मानुबन्धीनि मनुष्यलोके विशेषतः अत्र हि मनुष्याणां कर्माधिकारः प्रसिद्धः यस्त्वयं वर्णितः संसारवृक्षः न रूपमस्येह तथोपलभ्यते नान्तो न चादिन्न च सम्प्रतिष्ठम् अश्वत्थमेनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन चित्वा न रूपम् अस्य इह यथा उपवर्णितं तथा नैव उपलभ्यते स्वप्नमरीच्युतकमायागन्धर्वनगरसमत्व दृष्टनिष्ठस्वरूपो हि स इति अत एव न अन्तः न पर्यन्तः निष्ठ परिसमाप्तिर्व विद्यते तथा न च आदिः इतः आरभ्य अयं प्रवृत्तः इति न केनचित् गम्यते न च सम्प्रतिष्ठ स्थितिः मध्यम् अस्य न केनचित् उपलभ्यते अश्वत्थं येनं यथोक्तं सुविरूढमूलं सुष्ठु विरूढानि विरोहङ्गतानि सुदृढानि मूलानि यस्य तं येनं सुविरूढमूलम् असङ्गशस्त्रेण असङ्गः पुत्रवित्तलोकैषणाभ्याव्युत्थानं तेन असङ्गशस्त्रेण दृढेन परमात्माभिमुख्यनिश्चयदृढीकृतेन पुनः पुनः विवेक अभ्यासाश्मनिशितेन चित्व संसारवृक्षं सबीजम् उद्धृत्य ततः पदं तत्परिमार्गितव्यं यस्मिन् गतान् निवर्तन्ति भूयः तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ततः पश्चात् यत्पदं वैष्णवं तत्परिमार्गितव्यं परिमार्गणम् अन्वेषणं ज्ञातव्यम् इत्यर्थः यस्मिन् पदे गताः प्रविष्टाः न निवर्तन्ते न आवर्तन्ते भूयः पुनः संसाराय कथं परिमार्गितव्यम् इति आह तमेव च यः पदशब्देन उक्तः आद्यम् आदौ भवम् आद्यं पुरुषं प्रपद्ये इत्येवं परिमार्गितव्यं तच्छरणतया इत्यर्थः कः असौ पुरुषः इति उच्यते यतः यस्मात् पुरुषात् संसारमायावृक्षप्रवृत्तिः प्रसृतः निःसृतः ऐन्द्रजालिकादिव माया पुराणी चिरन्तनी कथं भूताः तत्पदं गच्छन्ति इति उच्यते निर्मानमोहाजितसङ्गदोषाम् अध्यात्मनित्याविनिवृत्तकामाः द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैः गच्छन्त्यमूढाः पदमव्ययं तत् निर्माणमोहाः मानश्च मोहश्च मानमोहौ तौ निर्गतौ येभ्यः ते निर्माणमोहाः मानमोहवर्जितः जितसङ्गदोषः सङ्ग एव दोषः सङ्गदोषः जितः सङ्गदोषः यैः ते जितसङ्गदोषः अध्यात्मनित्यः परमात्मस्वरूपालोचननित्यः तत्परः विनिवृत्तकामाः विशेषतो निर्लेपेन्निवृत्ताः कामाः येषां ते विनिवृत्तकामाः यतयः संन्यासिनः द्वन्द्वैः प्रियाप्रियादिभिः विमुक्ताः सुखदुःखसञ्ज्ञैः परित्यक्ताः गच्छन्ति अमूढाः मोहवर्जिताः पदम् अव्ययं तत् यथोक्तं तदेव पदं पुनः विशेष्यते न तद्भासयते सूर्यो न शशाङ्को न पावकः यद्गत्वा न निवर्तन्ते तद्धाम परमं मम तद्धाम इति व्यवहितेन धाम्ना सम्बध्यते तद्धाम तेजोरूपं पदं न भासयते सूर्यः आदित्यः सर्व अवभासनशक्तिमत्वेऽपि सति तथा न शशाङ्कः चन्द्रः न पावकः न अग्निरपि यद्धाम वैष्णवं पदं गत्वा प्राप्य न निवर्तन्ते यच्च सूर्यादिः न भासयते तद्धाम पदं परमं विष्णोः मम पद यद्गत्वा न निवर्तन्ते इत्युक्तम् ननु सर्वा हि गतिः आगत्यन्त संयोगः विप्रयोगान्तः इति प्रसिद्धं कथमुच्यते तद्धामगतानां नास्ति निवृत्तिः इति शृणु तत्र कारणं मामैवांशो जीवलोके जीवभूतः सनातनः मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ममैव परमात्मनः नारायणस्य अंशः भागः अवयवः एकदेशः इति अनर्थान्तरं जीवलोके जीवानां लोके संसारे जीवभूतः कर्ता भोक्ता इति प्रसिद्धः सनातनः चिरन्तनः यथा जलसूर्यकः सूर्यांशः जलनिमित्तापाये सूर्यमेव गत्वा न निवर्तते च तेनैव आत्मना गच्छति एवमेव यथा घटादि उपाधिपरिच्छिन्नो घटादि आकाशः आकाशांशः सन् घटादिनिमित्तापाये आकाशं प्राप्य न निवर्तते अतः उपपन्नम् उक्तं यद्गत्वा न निवर्तन्ते इति ननु निरवयवस्य परमात्मनः कुतः अवयवः एकदेश अंशः इति सावयवत्वे च विनाशप्रसङ्गः अवयवविभागात् नैष दोषः अविद्याकृत उपाधिपरिच्छिन्नः एकदेशः अंश इव कल्पितो यत् दशितश्चायमर्थः क्षेत्राध्यायी विस्तरः स च जीवः मदंशत्वेन कल्पितः कथं संसरति उत्क्रामति च इति उच्यते मनःषष्ठानि इन्द्रियाणि श्रोत्रादीनि प्रकृतिस्थानि स्वस्थाने कर्णशिष्कुल्यादौ प्रकृतौ स्थितानि कर्षति आकर्षति